नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवृत्तमानविषयः अस्ति दिवादिगणः इति. तत्र दिवादिगणे विकरणप्रत्ययः अस्ति ष्यन्. ष्यन् इति षित् अस्ति, परन्तु अपित् अपि अस्ति. अतः अपित्वात् प्रमुखकार्याणि त्रयम् इति दृष्टवन्तः. गुणनिषेधः, प्रथमम् अपित्वात् ङित्वद् भवति, अनन्तरं ङिति च इति सूत्रेण गुणनिषेधः. अनन्तरम् अनिदितां हल उपदायां ङिति इति सूत्रेण यत् यः धातुः अनिदित् अस्ति, इत्युक्ते निदित् नास्ति, यस्य इकारः इत्संज्ञकः नास्ति, तादृशधातोः उपदायां स्थितस्य नकारस्य लोपः इति दृष्टवन्तः. कितिङिति प्रत्यये परे इति. अनन्तरं सम्प्रसारणकार्यं, तदेव अद्य प्रायः पश्यामः. सम्प्रसारणकार्यम् इत्युक्ते किम् इति. अतः त्रीणि प्रमुखकार्याणि. अनन्तरं गतसप्ताहे वयं विशेषधातवः इत्यस्मिन् भागे अनिदितां हल उपदायाम् इति यद् सूत्रं दृष्टवन्तः, तस्य विषये पठितवन्तः. तत्र वयं तत्र प्रश्नः आसीत्, यदा वयं रञ्ज् इति धातुः स्वीकुर्मः, मूले एव नकारः अस्ति, तत्र नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य नकारस्य स्थाने जलीपरे अनुस्वारादेशः रञ्ज्, अनन्तरम् अनुस्वारस्य ययी परसवर्णः इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः रञ्ज् इति दृष्टवन्तः. अनन्तरम् एव अस्माकम् उपदायां नकारः यदस्ति तस्य लोपः इति अग्रिम प्रक्रिया अस्ति. परन्तु अत्र एव अस्माकं प्रश्नः आसीत्, अनुस्वारस्य ययी परसवर्णः इत्यस्मिन् सूत्रे परसवर्णः इत्युक्ते किम्, कथं जानीमः जकारस्य परसवर्णवर्णः ण्यकारः एव अन्यवर्णः न इति कथं जानीमः इति एव प्रश्नः. तत्र एव वयं स्थानेन्तरतमः इति सूत्रं, परिभाषासूत्रं तस्य तत्र वयं किञ्चित् दृष्टवन्तः. स्थानम्, अर्थं, गुणं, प्रमाणम् अन्यतमम् अनुसृत्य एव तुल्यतम आदेशः भवतु इति सूत्रं वदति, स्थानेन्तरतमः इति सूत्रम् इति दृष्टवन्तः. तत्र वयं स्थानम् अर्थं न दृष्टवन्तः, गुणं, प्रमाणम् इति भागत्रयं दृष्टवन्तः. तद् क्रमेण एव भवति, यदा वयं स्वीकुर्मः कस्य किं स्वीकरणीयं, स्थानं वा अर्थं वा गुणं वा प्रमाणं वा, किं स्वीकरणीयम् इत्युक्ते सर्वप्रथमं स्थानसदृश्येन आदेशस्य निश्चयः करणीयः इति सूत्रं वदति. अनन्तरमेव यदि स्थानसदृश्येन निर्णयः न भवति चेत् अर्थसदृशस्य प्रयोगः कर्तव्यः, अनन्तरम् आवश्यकं चेत् गुणसदृशस्य, अन्ते च प्रमाणसदृश्यस्य प्रयोगः करणीयः इति एव सूत्रं वदति. तत्र एकं परिभाषा अपि अस्ति, अत्र यत्र अनेकविधम् आन्तर्यं तत्र स्थानतः आन्तर्यं बलीयः, इत्युक्ते यत्र साम्यमस्ति, अनेकविधया साम्यमस्ति चेत् तत्र स्थानतः आन्तर्यं बलीयः, स्थानसामान्यम् एव बलीयः, तदेव प्रथमं स्वीकरणीयम्, अनन्तरमेव अर्थगुणप्रमाणम् इति क्रमेण गन्तव्यम् इति सूत्रं, सूत्रस्य उल्लेखः अस्ति. अस्तु, तत्र वयम् अस्मिन् सप्ताहे अर्थसादृश्यम् इत्युक्ते किम् इति पश्यामः. अस्तु, राजेन्द्रमहोदय पठति वा? आम् अर्थः कुत्रचित् उच्चारणस्थान सादृश्येन आदेशस्य निर्णयो न शक्यते. यदा स्थानेन न सम्भवति तदा अर्थः, गुणः, प्रमाणं च एषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति. अर्थस्य प्रसङ्गे यथा किञ्चित् बृहत् सूत्रमस्ति, किञ्चित् प्रयत्नं करोमि पठनस्य. पद् नो मास् हिर्निशस् यूषण दोष अन्य यकण यकण छकन तत्र सन्धिः अस्ति चिन्तयामि. छकन उदन उदन उदनन् आसन् आसन स सप्रभि प्रभृतिषु तत्र पदच्छेदः एव अस्ति अत्र एव पद दत्त अग्रे अग्रे अस्ति तत् किञ्चित् साहाय्यं स्वीकृतम् अहं षष्ठमध्याये प्रथमपादे द्विषष्टिः संसूत्रमस्ति पद दत् दत् पद् दत् नस् मास् हृत् निश् आसन् युषन् दोषन् ज्यकन् शकन् उदन् आसन् इत्येते आदेशाः विकल्पेन भवन्ति. शस् प्रभृति प्रभृति प्रत्ययेषु परेषु अत्र कानिचन आदेशानि सन्ति तत् नामानि पद् दत् नस् मास् हृत् निश् आसन् यूषन् दोषन् यकन् शकन् उदन् आसन् इत्येषां विकल्पेन ते भवन्ति आदेशाः भवन्ति शस् प्रभृति प्रत्ययेषु. भगिनी इत्युक्ते षित् प्रभृति प्रत्ययेषु परेषु न न तद् एतद् अस्माकं सुबन्त प्रत्ययाः सन्ति किल सुप्रत्ययाः तत्र शस् शस् इति आरभ्य शस् प्रभृतिषु विहाय प्रथमपञ्चविहाय सम्यक् विहाय शस् प्रभृतिप्रत्ययेषु परेषु. अनेन सूत्रेण द्वितीयविभक्तेः बहुवचनात् शस् आरभ्य अत्रैव लिखितमस्ति आरभ्य सप्तमी विभक्तेः बहुवचनं सुप् यावत् एते आदेशाः विकल्पेन भवन्ति. अत्र अग्रे सुबन्त प्रत्ययाः सन्ति सु ओजस् अम् औट् शस् ताभ्याम्भिस् नेभ्याम्भ्यस् नसीभ्याम्भ्यस् नस् ओम् नस् ओस् आम् नि ओस् सुप् किन्तु केषां पदानां स्थाने भवन्ति इति न उक्तम्. अत्र स्थानेन्तरतमः इति सूत्रेण तदा आदेशः योग्यः भवति यथा यदा स्थानिनः अर्थं प्रकटयितुं प्रभवति. अस्तु स्थानेन्तरतमः तत् सूत्रम् आगत्य तत् निर्देशयति यः आदेशः योग्यः भवति यदा स्थानिनः अर्थं प्रकटयितुं प्रभवति. अनेन एते उक्ताः आदेशाः क्रमेण येषाम् एव स्थानिनः भवन्ति. सूत्रेण आधारीकृत्य अत्र ये आदेशाः उक्ताः सूत्रे क्रमेण येषाम् एव स्थानिनः भवन्ति पाद दन्त नासिका मास हृदय निशा असृज यूष दोष यकृत शकृत शकृत उदकः उदक आसन इति यथा पदचरणार्थे भवति अतः स्थानिनो अपि तादृशार्थः भवेत् तस्मात् पाद इति स्थानि एवम् एव अग्रे सर्वदा. आं भगिनि भवती किञ्चित् प्रतिपादयतु अत्र बहु किमस्ति अत्र नास्ति चिन्ता. तत्र यद् शस् प्रभृतयः इत्युक्ते यद् भवान् उक्तवान् तत्र द्वितीया विभक्ति बहुवचनात् आरभ्य सुप् पर्यन्तं शस् प्रभृतयः शस् आदिः इति वदामः किल तदेव शस् प्रभृतयः. अनन्तरं किं दत्तमस्ति अत्र स्थानेन्तरतमः किमर्थम् इत्युक्ते वयं तत्र स्थानं न स्थानेन वा गुणेन वा प्रमाणेन वा तत्र वक्तुं न शक्नुमः अतः तत्र अर्थः इति स्वीकृतवन्तः. स्थानिनः स्पष्टरूपेण न उक्तः अतः वयं अर्थसादृश्यस्य सहायेन अत्र स्थानिभ्यः निर्णयः क्रियते इति दत्तमस्ति. कथम् इत्युक्ते तत्र शसादयः इति शस् डाङ् एङ् असीङ् अस् ओस् आम् तत्र प्रक्रिया समाना अस्ति तस्मिन् विषये. अनन्तरं भ्यामादयः भ्यां बिस् भ्यस् एतेषां प्रक्रिया समाना अस्ति. यदा वयं सुबन्तप्रक्रिया पठामः इदानीम् अस्माकं शत्रुप्रत्ययः तत्र पठितवन्तः तत्रापि प्रक्रिया समाना अस्ति किल. यदा शस् इति दृष्टवन्तः वा भ्याम् इति दृष्टवन्तः तत्र तु समाना प्रक्रिया अस्ति. अनन्तरं तत्र किं भवति इत्युक्ते तत्र वयं पद इति यद् प्रातिपदिकं धातुः नास्ति प्रातिपदिकं स्वीकुर्मः तस्य समानार्थकप्रातिपदिकं पाद इति अस्ति. तत्र अर्थसामान्यम् अस्ति इति कृत्वा पाद इति शब्दस्य तत्र पद् इति आदेशः भवति. तदेव दत्तमस्ति तत्र पद. यदा भवान् पठितवान् किल पद दत्त नस मास हृत निश तत्र पदस्थाने पाद दत्तस्थाने दन्त नास नासिका मास हृदय निश असृज यूष दोष यकृत् शकृत् उदक आसन इति तत्र अर्थसादृश्यम् अस्ति द्वयोः पदयोः इति. तदेव तस्मात् पाद इति स्थाने तस्य स्थाने किम् आदेशः भवति इत्येव. पादयोगः शस् इदानीं पादयोगः शस् इति स्वीकुर्मः चेत् पद इति आदेश क्षम्यतां पद् इति आदेशः पद् योगः शस् इदानीम् अस्माकं प्रक्रिया पदः इति पदमागच्छति. शकारस्य लोपानन्तरम् अस् अवशिष्यते. अनन्तरं सकारस्य तु वयं जानीमः किल ससजुषोरुः करवसानियोर्वसर्जनीयः पदः इति. अनन्तरं भ्याम् इति स्वीकुर्मः चेत् पादयोगः भ्यां तत्रापि पद् योगः भ्यां पद्भ्याम् इति भवति. तदेव दन्त इति विषये तदेव पूर्णप्रक्रिया अत्र प्रदर्शितम् अस्ति. महोदय एकवारं पठति वा पूर्णप्रक्रिया? तदर्थ पादशब्दस्य रूपाणि एवं भवन्ति तथा आम् आम् पूर्ण रूपाणि पादशब्दस्य रूपाणि एवं भवति भवन्ति पादः पादौ पादाः पादं पादौ पदः पादान् पदा पादेन पद्भ्यां पादाभ्यां पद्भिः पादैः पदे पादाय पद्भ्यां पादाभ्यां पद्भ्यः पादेभ्यः पदः पादात् पद्भ्यां पादाभ्यां पद्भ्यः पादेभ्यः पदः पादस्य पदोः पादयोः योः पदां पादानां पदि पादे पदो पदोः पादयोः पत्सु पादेषु. तत्र विकल्पेन भवति किल अतः रूपद्वयम्. स्पष्टमस्ति वा महोदय? तत् भगिनि तत्र तत्र प्रातिपदिकं किं पद एव वा पद पद पद वा न न पाद एव भवति पद इति आदेशः किल पद इति आदेशः कथं पादस्य तत्र पादस्य विषये एव कथं वयं ज्ञातुं शक्नुमः न सम्यक् अवगतं न न किं वदति इत्युक्ते यदा वयं पद पाद इति शब्दः स्वीकुर्मः तदेव स्थाने अस्ति तत्र विकल्पेन एतत् सूत्रं वदति यदा पद् इति प्रतिध्वनिः महोदय क्षमता तत्र सूत्रं वदति षट् प्रभृतिषु प्रत्ययेषु परेषु पद् दत् नस् इति इत्यादिना आदेशः विकल्पेन भवति इति वदति. अत्र आदेशरूपेण त्रयोदशशब्दाः दत्ताः सन्ति, परन्तु कदा कुत्र आदेशः भवति इति न दत्तं, स्थानी न उक्तं तस्मिन् सूत्रे. अतः इदानीं वयं किं कुर्मः, स्थानी तु न उक्तम् इति कृत्वा वयं तस्य अर्थसादृश्यस्य सहायं कुर्मः. कुत्र कुतः एतद् वयं जानीमः, पद इत्यस्य पाद एव अर्थसादृश्यम् इत्युक्ते तत्र एक सिद्धान्तकौमुद्यां सर्वेषाम् आवली दत्ता अस्ति, तदेव वयं स्वीकुर्मः इति दत्तमस्ति अत्र अष्टाध्यायी .com मध्ये. तेन वयं स्वी किञ्चित् आवली कुत्रापि अस्ति, पदशब्दस्य सादृश्यशब्दः पाद, दन्तशब्दस्य पादृ सदृशशब्दः दत्त, किम् अस्ति दत् इति आवलिः अस्ति. तद् स्वीकृत्य एव वयमेव इति न, तद् स्वीकृत्य अर्थसादृश्यम् अस्ति, अतः तदेव तस्य स्थाने भवति, स्थानिभ्यः निर्णयः तादृशमेव कृतमस्ति. अस्तु, इदानीं किञ्चित् अवगतं भवति. तस्य स्थाने किम् इत्युक्ते तद् आवली अस्ति, अतः वयं जानीमः यत्किमपि पदं स्वीकृत्य तस्य स्थाने पद इति वयं तादृशम् आदेशं न कर्तुं शक्नुमः. कश्चन आवलिः अस्ति, तत् स्वीकृत्य अर्थसादृश्यम् अस्ति द्वयोः पदयोः, अतः पादशब्दस्य पद् इति आदेशः. इदानीं यद्यपि तत्र पद् दत् नस् इति दत्तमस्ति, नस् स्थाने किमर्थं क्षम्यतां दन्त स्थाने किमर्थं पद् इति आदेशः न कृतवन्तः इत्युक्ते तत्र तद् आवलिः अस्ति, एतयोः पदयोः एव सादृश्यम् अस्ति इति अवगतम्. पद् अपि नस्त् वयं ज्ञातुं शक्नुमः, निशा अपि इदानीम् असृज् अस्ति, असन् कथं युषु अस्ति, युषन् सोरि यकृत् अस्ति, तत्र यकनादेशः कथं भवति इति किमपि साम्यं तादृशं नास्ति. शकृत् अस्ति शकनादेशः इति, अतः यकृत् शब्दस्य यकन् इति आदेशः. तत्र पदस्य अर्थः अपि द्रष्टव्यम् इति अहं चिन्तयामि. यकृत् इत्युक्ते किं, यकन् इत्युक्ते किं, तत्र अर्थसादृश्यं भवति किल. तदा यदा पाद इत्युक्ते 1/4 क्वार्टर् इति भवति अस्माकं चरणमपि, तत्र पदम् इति वदामः किल, तादृशसादृश्यम् अर्थसादृश्यम् इत्युक्ते अर्थः वयं जानीमः चेदेव अर्थसादृश्यमस्ति इति वक्तुं शक्नुमः किल. यदा केवलं शब्दमेव शब्दः एव स्वीकृत्य सादृश्यमस्ति इति कथं वक्तुं शक्नुमः, पादपदयोः अर्थः कः, तत्र सादृश्यं क्षम्यतां सादृश्यमस्ति वा इति तादृशचिन्तनं भवेत् इति मम अहं मन्ये, मया मम चिन्तनं तादृशं. बहु किमपि तत्र असृज् इति असन् आदेशः, यूष् यूष् इति यूषन् आस्य इति आसन् इति आदेशः, शब्दसाम्यं नास्ति कुत्रचित् स्थले, शब्दसाम्यं नास्ति. परन्तु भगिनी चिन्तयामि अत्र प्रायशः यत्किमपि स्वीकरणीयं तत्र अर्थसाम्यं भवति, तत्कारणात् तत्र तस्य पदस्य तत्र प्रयोजयामः एवं वा. अर्थसाम्यम् अस्ति चेदेव तद् तस्य स्थाने तद् आदेशः भवति, अन्यथा न. अर्थसादृश्यं नास्ति चेत् तादृशं न भवति. परन्तु एतदपि द्रष्टव्यं तद् आवलिः सिद्धान्तकौमुद्याम् अस्ति चेत् किम् अस्ति तस्मिन् आवल्याम् इति अपि द्रष्टव्यं, कथं सः निर्णीतवान् एतदेव तस्य सदृशतम अर्थः इति द्रष्टव्यम्। भगिनि अष्टाध्याय्याम् अपि तत्र कुत्रचित् अस्ति वा कः किं किं पदं कस्य साम्यं नास्ति नास्ति सूत्रमेव दत्तमस्ति एतत् सूत्रमेव दत्तमस्ति परन्तु तादृशं तत्र किमर्थं एते आदेशाः एव इति तत्र तादृशं चिन्तनं तत्र नास्ति। प्रायः अन्य टीकाकारः व्याख्याने प्रायः तत्र किमर्थं स्वीकृतवन्तः पदपदस्य पाद इति पादपदस्य पद इति आदेशः इति प्रायः तत्र भवेत् कुत्रापि अवश्यं भवेत् जनाः तादृशव्यवहार कुर्वन्ति स्म अतः एतत् सूत्रम् आगत्य आम् आम् तत्तु सत्यमेव तत् सत्यमेव व्यवहारे अस्ति इति कृत्वा तादृशं स्थापितवन्तः इति सत्यमेव परन्तु प्रायः कुत्रापि मिलति एतत् किमर्थं यदा भवान् उक्तवान् यकृत् इति शब्दस्य यकन् इति किमर्थम् आदेशः इति शकृत् शकन् तत्र एकः पाटर्न् अस्ति किल महोदय यकृत् यकन् शकृत् शकन् इति अस्ति उदक् उदन् सर्वत्र तत्र नकारस्य दोषन् यूषन् इति असृज् अश्सन् इति किमपि पाटर्न् अस्ति तत्र मास् नस् किमपि तत्र वयं ज्ञातुं शक्नुमः नस् नासिका अथवा नश्य इति हृदय अपि वयं निशा निश् इति तावत्पर्यन्तं किमपि नास्ति अग्रिम असृज् शब्दस्य आरभ्य एव किञ्चित् भिन्नरूपेण दत्तमस्ति अहमपि पश्यामि भवन्तः अपि पश्यतु कुत्रापि मिलति वा इति भगिनि एवमेव वदामि प्रायशः दोषपूर्णः अस्ति अत्र यथा नासिका अस्ति नासिका नस् बहुषु प्रायशः तत्र वर्णकिल प्रादेशिकभाषासु तादृशी शब्दप्रयोगः अस्ति अहं जानामि नासिका अत्र अस्ति परन्तु कश्मीरीभाषायां नस् अपि प्रयोगः अस्ति तस्य शब्दस्य तदेव आं तदेव महोदय अपि उक्तवान् लौकिकप्रयोगः व्यवहारे प्रायः तादृशम् आसीत् अतः तदेव स्वीकृतवन्तः इति सम्यक् आम् अस्तु अग्रे सरामः आम् महोदय तत्र पङ्क्तिद्वयम् अस्ति एवमेव अग्रे अपि इति तदपि पठतु महोदय अस्तु भगिनि एवमेव अग्रे अपि दन्त शब्दस्य विकल्पेन शस् इत्यस्मात् आरभ्य दत् शब्दः इत्यादिकम् अस्तु यथा पूर्वं पद शब्दप्रयोगः कृतः शस् प्रत्ययात् अनन्तरं तथैव तत् दन्तशब्दस्य अपि विकल्पेन शस् इत्यस्मात् आरभ्य दत् शब्दः इत्यादिकम् एषु स्थलेषु मुखे स्थानं किम् इत्यनेन निर्णयः न भवितुम् अर्हति स्म तस्मात् अर्थः इति आधारः अपेक्षितः अस्तु यत्र कुत्रापि तत् एतेषु स्थलेषु तत् मुखे किं स्थानं प्रयोजयामः तत् तद् आधारीकृत्य निर्णयं न स्वीकर्तुं शक्नुमः न भवितुम् अर्हति परन्तु तस्मात् अर्थः किमस्ति तत् इति आधारः तत् अपेक्षितः अस्ति अर्थः एव आधारः भवेत् अतः स्थान अर्थगुणप्रमाणम् इत्येव क्रमः यद्यपि अत्र अर्थः अन्ते दत्तम् अस्ति परन्तु क्रमः तु स्थान अर्थगुणप्रमाणम् एवमेव क्रमः अस्तु अस्तु रघुपतिमहोदय पठति वा सारांशः इति आम् सारांशः, तर्हि आहत्य स्थानेन्तरतम इति सूत्रेण सादृशम् उपस्थाप्यते चतुर्भिः माध्यमैः. स्थानः, स्थानं, गुणः, प्रमाणम्, अर्थः च. किन्तु येषु चतुर्षु प्रमुखम् अस्ति स्थानं. कथं ज्ञायते? काशिकाकारः वदति यत् पूर्वसूत्रात् षष्ठीस्थाने योग इत्यस्मात् स्थाने इत्यस्य अनुवर्तनं भवितुम् अर्हति स्म. तस्मिन् एव लाघवम् आसीत्. तर्हि किमर्थं पाणिनिना तस्य अनुवर्तनं न स्वीकृतं? पुनः स्थाने विलिख्य ददाति स्थानेन्तरतम इति सूत्रे चतुर्षु स्थानस्य प्राधान्यदर्शनार्थम्. अतः यत्र यत्र स्थानेन निर्धारणं शक्यं तत्र तत्र स्थानेन एव कर्तव्यं. यत्र च न सम्भवति तत्र अन्येषु त्रिषु गुणः, प्रमाणम्, अर्थः इत्येषु अन्यतमेन सादृशं साधनीयम् इति अत्र सारांशमस्ति. स्थानेन्तरतम इति सूत्रेण चतुर्भिः माध्यमैः अन्तरतमः सदृशं वयं उपस्थापितुं शक्नुमः, अवगन्तुं शक्नुमः. प्रथमं स्थानं, द्वितीयगुणः, प्रमाणम्, अर्थः इति चतुर्भिः माध्यमैः वयं स्थानेन्तरतम यस्य स्थाने यत्र स्थान किमपि आदेशस्य स्थानः किम् इति वयं ज्ञातुं शक्नुमः. किन्तु येषु चतुर्षु प्रमुखम् अस्ति स्थानं, अनन्तरमेव अन्यमाध्यमैः वयं स्थानेन्तरम इति स्थानेन्तरतम इति सूत्रे अनन्तरमेव वयं तेषाम् उपयोगं कुर्मः. कथं ज्ञायते इति चेत् काशिककारः वदति पूर्वसूत्रात् षष्ठीस्थानयोग इत्यस्मात् स्थाने इत्यस्य अनुवर्तनं भवितुम् अर्हति स्म. स्थाने इति स्थानयोग इति तस्य अनुवर्तनं भवितुम् अर्हति स्म लाघवसिद्ध्यर्थं. परन्तु पाणिनिना तादृशम् अनुवर्तनं न कृतं. स्थानेन्तरतम इति स्थाने विलिख्य ददाति स्थानेन्तरम् इति सूत्रे चतुर्षु स्थानस्य प्राधान्यदर्शनार्थं स्थानेन्तरतमः एव वदति, स्थाने इति न वदति. अतः यत्र यत्र स्थानेन निर्धारणं शक्यं तत्र स्थानेन एव कर्तव्यं. स्थानेन्तरम् इति यत्र स्थान तादृश निर्धारणं न भवि अस्माभिः न कर्तुं शक्यते तत्र अन्यमाध्यमैः अन्यमाध्यमैः सादृशम् अन्यतमेन सादृशं साधनीयम् इति इत्युक्ते गुणः, प्रमाणम्, अर्थः इत्येषु. तत्र षष्टिस्थानयोग इति पूर्वसूत्रमासीत्. स्थानेन्तरम् इत्युक्ते स्थान, गुण, प्रमाण, अर्थ इति खलु. न तत्र किमर्थं स्थानम् इति पुनः उक्तवान्? लाघवार्थम् इति सर्वदा लाघवार्थम् इति वदामः किल. तत्र स्थानेन्तरतमः इति सूत्रे अपि स्थानम् इति अस्ति. पूर्वसूत्रात् तद् अनुवर्तनं कर्तुं शक्यते किल, षष्टिस्थाने योग इति सूत्रात् स्थानम् इति अनुवर्तनं कर्तुं शक्यते, परन्तु न कृतवान्. पुनः स्थानेन्तरतमः इति उक्तवान्. किमर्थं योजितवान् इति? अस्तु, स्थानम् इति किमर्थं योजितवान् इति सूत्रे एव, पुनः स्थानेन्तरतमः इति सूत्रे स्थानम् इति किमर्थम् अस्ति? पूर्वसूत्रात् तस्य अनुवृत्तिः भवेत् किल, किमर्थं न कृतवान् इत्युक्ते स्थानमेव प्राधान्यम् इति प्रदर्शयितुं स्थानेन्तरतमः इति सूत्रे स्थानम् इति अस्ति. यद्यपि तत्र गुणः प्रमाणम् अर्थः सर्वम् अस्ति चेदपि तस्य ग्रहणमपि अस्ति चेदपि स्थानमेव प्रमाणम् इति स्पष्टीकरणार्थं स्थानेन्तरतमः इति सूत्रे स्थानम् इति अस्ति. अनुवर्तनं किमपि न कृतवान् पूर्वसूत्रात् किमपि नास्ति. वयं यदा तत्र नित्यम् इतः वा किमपि अन्यत् सूत्रं दृष्टवन्तः किल यत्र नित्यम् इति आसीत् तत्र स्पष्टीकरणार्थम् इति दृष्टवन्तः किमर्थं पाणिनिना नित्यम् इति तादृशमेव तस्य शैलीः अस्ति पाणिनिना पाणिनेः शैलीः अस्ति यत्र कुत्रापि एकं पदं पुनः स्थापितवान् वा नित्यं वा इति स्थापितवान् चेत् तत्र स्पष्टीकरणार्थम् एतदेव भवेत् किमपि अन्यत् न इति तादृशमेव अत्रापि अस्तु तदेव अस्ति. महोदय भवान् एव पठतु इदितो इदितां धातूनाम्. इदितां धातूनां न लोप न भवति इदितां. ओके ओके. यथा वधि इति इदित् धातुः इदितो नुम् धातोः इत्यनेन नुमागमः वन् इति धातुः अस्य नकारस्य लोपः न भवति. वदि वद् इति वदि इति इकारस्य उपदेशरणस्कैत् इत्यनेन इत्संज्ञा भूत्वा अनन्तरं हलन्त अपगच्छति वद् एव अवशिष्यते. वद् इदानीम् इकारस्य इदितो नुम् धातो इति सूत्रेण नुमागमः भवति अन्तिम स्वरस्य अनन्तरं वन्द् इति वन्द् इति वधि वद् उपदेशनस्कैत् वद् वन्द् इन्तनं धातोः वन्द् वद वन्द् इति इदानीं नकारस्य अनुनासिकः भवति अनुस्वारः भवति नश्च पदार्थस्य जलि इति सूत्रेण अनन्तरम् अनुस्वारस्य ऐ परसवर्ण इति सूत्रेण वन्द् इति अत्र इदि यत्र नकार नुमागमः भवति तेषां धातोः नुमागमः यत्र यत्र भवति तेषां नकारस्य लोपः न भवति. वयं पूर्वं दृष्टवन्तः अनिदितं हल अनिदितं किमस्ति आसीत् अनिदितां अनिदितां हल् उपदयः नीति न लोपः नकारस्य लोपः भवति इति वयं दृष्टवन्तः. अनिदितां हल् यत्र अनिदितां हल् हल् उपदायाः नकारस्य लोपः भवति. परन्तु अत्र यत्र नुमागमः अस्ति इदितां धातूनां तत्र नकारस्य लोपः न भवति इति सूत्रं वदति इति अस्ति यत्र. इदानीं लाञ्चि लाचि इति अस्ति अत्र लाच् एव अवशिष्यते लाञ्च अनन्तरं नकारस्य अनुस्वारः लाञ्च् अनन्तरम् अनुस्वारस्य परसवर्ण लाञ्च् इति चकार चवर्गीय चवर्गीय अनुनासिक कपि इति अस्ति तत्र कप् इकारस्य लोपः अनन्तरम् इका इदितो नुम् धातोः इति सूत्रेण कम्प् नकारस्य अनुस्वारः अनुस्वारस्य पुरः अग्रिमपवर्गीयवर्णस्य आनुनासिक आनुनासिक आदेशः भवति कम्प् इति. तथैव लबि इति लम्ब् इति भवति. तत्र कदापि तद् यद् नकारः वा वयम् आनीतवन्तः तस्य लोपः कदापि न भवति तदपि स्मर्तव्यम्. इदितो नुम् धातोः इति सूत्रेण यद् नकारः वयम् आनीतवन्तः तदेव भेदः द्वयोः सूत्रयोः. अनिदितां हल उपदायाम् इति इत्यत्र मूले एव नकारः आसीत् तदेव अनुस्वार नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य ई परसवर्णः सर्वं कृत्वा अनन्तरम् इति किति इति प्रत्यये परे तस्य लोपः भवति. इदितोनुं धातोः यति यत् सूत्रेण वयम् इदित् धातोः नकारः आनीतवन्तः तत्रापि नच्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः सर्वं भवति परन्तु तस्य नकारस्य लोपः न भवति कित् ङित् प्रत्यये परे अपि न भवति तदपि स्मर्तव्यम् भगिनी अत्र इदानीं प्रायशः किञ्चित् अवगच्छामि तत् कथं नश्चापदान्तस्य जले अनुसर यै परसवर्णात् सूत्राणां सूत्राः तत्र कार्यं सिद्ध्यन्ति तत्र यद्यपि मूले दन्तिनकारः अस्ति तदनन्तरं नश्चापदान्तस्य जले अनुसरः न कुर्मः चेत् तत्र कथं च परस्वर्णः आगच्छति तथा यदि तत् अनुस्वरः न भवति तथैव तत्र तत्कारणात् अनन्तरम् अनुस्वरस्यै परस्वर्णः तत् सूत्रेण तत् यत्किमपि वर्गीय अनुनासिक स्वरः अस्ति सः स्वरः तत्र स्वरः आगच्छति तत् नश्चापदान्तस्य जलि कृत्वा एव वयम् अनुस्वारस्य यै परसवर्णः कर्तुं शक्यते सम्यक् तदेव अस्तु महोदय राजेन्द्रमहोदय भवान् एव पठति वा अरुणा भगिनी अपि अस्ति वा आं भगिनि ओ अस्ति वा ओ अस्तु नास्ति चिन्ता भगिनी भवती पठतु भगिनी इदानीम् इति तोनं दातोः कुत्र अस्ति भगिनि अहम् ओ अस्तु महोदय पठति भवान् भवती पश्यतु तत्र कुत्र न न न भवादिगणे नास्ति द्विवादिगणे तत्र इदितां धातूनां न लोपः इति अस्ति किल सङ्गणके अस्ति चेत् इदितां धातूनां महोदय पृष्ठसङ्ख्या अपि वदतु महोदय राजेन्द्रमहोदय भवान् पठतु महोदय अस्तु भगिनि इदितनुम् धातोः इदितनुम् इदितः धातोः नुम् आगमो भवति कथं परिचितसूत्रमेव अस्ति पूर्वं पश्यतवन्तः अत् कस्मिन्नपि धातोः इकारः इथ भवति इदितः हृस्वकारः इथ भवति तस्य धातोः नुम् आगमः भवति सूत्रं वदति इदित् इत्युक्ते इत् इत् यस्य सः तत्र प्रथमः इत् नाम हृस्व इकारः द्वितीयः इत् नाम इत् संज्ञा हृस्व इकारस्य इत् संज्ञा यस्य सः धातु इदित् इत् इत् यस्य सः स इदित् तस्य इदितः बहुव्रीहिः इदितः षष्ट्यन्तं नुम् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रं सूर्यं सूत्रं स्वयं सम्पूर्णम् इदितो नुम् उदितो धातोः नुम् नुम् नुम् भवति अत्र सूत्रं किं भवति यत् यत्र हृस्व इकारः यस्मिन् धातोः हृस्व इकारः अस्ति तत् इत्संज्ञा तस्य इत्संज्ञा भूत्वा तत् लोपः भवति तस्मिन् धातोः इदितो नुम् धातोः नुम् धातोः तत् सूत्रम् आगति तत् नकारं योजयति तत्र नकारं स्थापयति तत्र अन्तिम अचवर्णस्य अनन्तरम् तथैव तत् सूत्रं स्वयं सम्पूर्णम् अस्ति इदितो धातोः नुम् तत् नुम् आगमः आगच्छति अग्रिममपि पठतु महोदय प्रश्नः उदेति यदि वन्दी धातोः नकार आदेशः भवति एव तर्हि किमर्थं वन्द मूलधातुः न स्यात् तथैव यदि लभि मकारः आयाति एव तर्हि किमर्थं लम्ब इत्येव मूलधातुः न स्यात् उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति यथा अनिदितां हल् उपधायाः किन्ति इत्यनेन यः धातुः इदित् अस्ति इदित् न अस्ति तस्य धातोः उब्धायां स्थितस्य नकारस्य लोपः स्यात् इति निति परे, परन्तु इति चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति। साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति निति च भवति, यथा बन्धधातोः नकारः उपस्थितः मूलधातोः अथवा किति निति परे नकार नकारलोपः। ल्युटि बन्धनं नकारः उपस्थितः यतोहि ल्युट् प्रत्यय कित् अपि नास्ति नित् अपि नास्ति, परन्तु तात् रूपं बद्ध नकारलोपः यतोहि कृत प्रत्ययः कित् अस्ति। लभि धातोः इदित् नुम धातोः इत्यनेन नुम आगमः लम्ब, अस्य नकारस्य लोपः किति निति न भवति यथा तान्तरूपं लम्बितः अस्ति। अत्र प्रश्नः उदेति कथं कथं च यथा उदाहरणत्वेन वधीं धातु स्वीकुर्मश्चेत् तत्र नकार आदेशः भवति, यद्यपि मूलधातोः कथं तत्र किमर्थं तत्र मूलधातोः एव तत्र नकारः न स्यात्। तथैव यदि लभै अपि द्वितीय उदाहरणम् अस्ति, तत्र एव मकारः आगच्छति लम्ब भवति, कथं मूलधातोः तत्र अनुनासिक वर्णः न आसीत्। उत्तरम् अस्ति यत्र यत् तत्र कतिचन कार्याणि सन्ति, अनिदितां हल उपदायः किन्ति सूत्रं यथा पूर्वं पठितवन्तः, तत् सूत्रं वदति यथा यस्मिन् धातोः नकारः अस्ति किति निति प्रत्यये परे परे तस् नकारस्य लोपः भवति, परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः यथा लम्बी अपि च वधी अपि च कपि तत्र यथा नकारः आनीतः अनुनासिकस्वरः आनीतः तत् तस्य कदापि लोपः कस्यामपि दशायां लोपः न भवति। साक्षात् यदिपि यदा आरम्भतः तत्र नकारः आसीत् चेत् तस्य लोपः किति निति प्रत्यपरे भवति एव, यथा बन्धधातोः नकारः उपस्थितः मूलधातोः बन्ध उदाहरणत्वेन बन्ध स्वीकुर्मश्चेत् अतः किति निति परे नकारलोपः। ल्युटि बन्धनं नकारः उपस्थितः यतोहि ल्युट् प्रत्यय कित् अपि नास्ति नित् अपि नास्ति, परन्तु कृतान्तरूपं बद्ध नकारलोपः यतोहि प्रत्ययः कित् अस्ति। लभि धातोः इदितनुम् धातोः यः यः नकारः आगच्छति मकारः आगच्छति अस्य नकारस्य लोपः किति निति न भवति, यथा तान्तरूपं लम्बितः भवति। तत् किञ्चित् तत् व्याख्यानम् अस्ति तत् कथं कथं पूर्वमेव मूलधातोः नकारः न स्यात् यदि वयम् इदितनुं धातोः सूत्रेण तत् नकारः आनीतव्यः, तथा कथं मूले नास्ति तत् किञ्चित् तत्र व्याख्या अस्ति अस्मिन् परिच्छेदे। सम्यक्, तदेव तदेव अहम् अपि यदा उक्तवती तत्र नकारलोपः मूले स्थितस्य नकारलोपः भवति, यद् नकारः वयम् आनीतवन्तः तस्य कदापि न भवति, कितिङिति प्रत्यये परे अपि तस्य लोपः न भवति, लम्बितः इति एव रूपं किल, आम् लम्बितः इत्येव भवति इत्येव वदति, मुख्यबिन्दुः अस्ति तत्। धन्यवादः महोदय। अरुणा भगिनी प्राप्तवती वा? न भगिनी, न प्राप्तवती वा? द्वितीयबिन्दु अस्ति सम्प्रसारिणः प्रसारणदातवः इति युगादिगणे एव अस्ति किल भगिनी भवती? मम ईमेल् प्राप्तवती वा? तत्र लिङ्क् ईमेल् अस्ति दिवादिगणे आगच्छतु, तत्र द्वितीयबिन्दुः अस्ति किल सम्प्रसारिणः दातवः इति, स्थानेन्तरतमः सर्वं तस्मात् अग्रे अग्रे अग्रे टेबल् सर्वम् अग्रे अनन्तरं गच्छतु, सम्प्रसारिणः दातवः इति अस्ति एकः धातुः, तत्र आगच्छतु। प्रायः रघुपतिमहोदय भवान् पठतु पर्यन्तम्। द्वितीयबिन्दुः अस्ति सम्प्रसारिणः धातवः, अत्र एकः धातुः अस्ति सम्प्रसारण स संज्ञा भवति यत्र यणः स्थाने इक् आदेशः भवति धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारणी धातु दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति व्यध ताडने इति अधस्तनेन सूत्रेण रहिज्या इत्यनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति नाम यणः स्थाने इक् सम्प्रसारणम् एवं भवति यकारस्थाने इकारः वकारस्थाने उकारः रकारस्य स्थाने ऋकारः मूर्धन्य रेफस्य स्थाने ऋकारः लकारस्य स्थाने लृकारः व्यद् अग्रे पठामि वा अस्तु व्यद्धातुः तादृशौ द्वौ वर्णौ स्तः वकार यकारश्च अस्तु अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति न तु पूर्वस्य अतः व्यद् धातोः यकारस्य सम्प्रसारणम् इति व्यद् ताडने भवति व्यध् योग व्यध् ताडने इति द्विवादिगणे धातु व्यध् योग श्यन् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वस्थितस्य वकारस्य सम्प्रसारणं न भवति ग्रहिज्य इति सूत्रेण सम्प्रसारण आदेशः व इ अ ध वकारस्य इकारः भवति इदानीं अपि च अनन्तरं व्यध इति अस्तु व्यध इति वकारस्य इकार सारि वकार यकारस्य इकारः भवति वा यकारः यकारस्य इकारः भवति न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण पूर्वस्थितस्य न भवति परस्य भवति अतः सम्प्रसारण वकार इकार अकार धकार यकार इदानीं व्यध्य इति भवति वा सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणं संज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयस्थाने एकः पूर्वरूप आदेशः अस्तु इदानीं पूर्वरूप आदेशः भवति इदानीं विध् योग य विध्य इति अङ्गं विध्य योगः ति विध्यति अस्तु सम्प्रसारणम् इति सूत्रं वदति इक् स्थाने यण् स्थाने इक् आदेशः इति अत्र एकः धातुः अस्ति तत्र सम्प्रसारणं भवति परन्तु यद् धातुः अस्ति व्यद् धातु तादृशः अस्ति तत्र वकार यकार सम्प्रसारणयोग्यवर्णाः सन्ति परन्तु न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्थितः सम्प्रसारणयोग्य वर्णस्य एव सम्प्रसारणं भवति इदानीम् अत्र व्यध इति अस्ति वकार यकार तत् तर्हि वकारस्य न भवति यकारस्य एव भवति यकारस्य ई आदेशः यकारस्य ई आदेशः इदानीम् अनन्तरं सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति अत्र सम्प्रसारणवर्णः अस्ति वकार इकारः अस्ति सम्प्रसारणवर्णः अनन्तरम् अच् अस्ति अकारः अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः इत्युक्ते अकारस्य लोपः इदानीम् इकार अकारस्य स्थाने इकारः एव लोपः नास्ति इकार अकारस्य स्थाने इकारः पूर्वरूपादेशः इदानीं तर्हि अकार अपगच्छति विध्य इति भवति विध्य इति एव विध्यति इति अन्तिमरूपं सिद्ध्यति व्यजधातोः एव व्याधः यः मृगया व्यजधातोः एव व्याधः मृगयां करोति यः व्याधः इति रूपं व्यजधातोः एव यः मृगयां करोति छिद्रं छिद्रं करोति इति विध्यति. ओ अस्तु व्यध इदानीं वध वधे इति कन्नडभाषायामस्ति किल् तद् अपि वध्य वध्य इति भवति खलु यः वध्य यः हूस् हूस् घातकः इति अर्थे प्रायः किल वध्य इति न वध्य हूस् टु बि किल्ड् वध्य ओ ओ ओ यस्य वदनं भवति इति यस्य वदनं भवति सः वध्यः वध्यः वध्यः तद् एतत् एतत्रं एते वद्धातोः एव तत्र प्रायः निष्पत्तिः अहं चिन्तयामि सम्यक् विद्यति विद्यति विद्यति तद् अवगतं वा महोदय तत्र कथं सम्प्रसारणकार्यं भवति इति. आमाम् इदानीं विक यद्यपि व्यद् अस्ति किमर्थं विध् भवति इति तत्र सम्प्रसारणम् अभवत्. यद्यपि तत्र वि अनन्तरं य क्षम्यतां वकारः यकारः इति वर्णद्वयं सम्प्रसारणवर्णाः सन्ति चेदपि तत्र इक यकारस्य एव सम्प्रसारणं भवति न सम्प्रसारणे सम्प्रसारणम् इति कारणात् प्रथमस्थितस्य वर्णस्य न भवति. सम्प्रसारणे वर्णे परे पूर्वस्थितस्य वर्णस्य न भवति. अतः व्याध इति व्याधः अस्ति तत्र सम्प्रसारणं न भवति गै प्रत्यये व्याधः इति व्याध इति अस्ति व्याधः व्याध इति भवति तत्र सम्प्रसारणं नास्ति तत् भूत्वा ओ व्याध आमामामां तद् व्याधः इति अस्माकं नुवूल् इति प्रत्ययः वा पाव गञ् प्रत्ययः अस्ति खलु रामः रम् इति रामः आमामां सत्यं गञ् प्रत्ययः गञ् इति तत्र वृद्धि तत्र न तत्र न भवति किमर्थं भवान् एव वदतु महोदय तत्र तत्र घञ् प्रत्ययः अस्ति तत् निति किति नित् कित् नित् प्रत्ययः नास्ति नास्ति नास्ति अतः अतः एव व्याधः इति किञ्चित् उपादायां स्थितवर्णस्य दीर्घत्वमपि भवति तत्र व्याध दीर्घ व्याधः सम्यक् अस्तु. अतः पूर्वरूपादेशः तदपि स्मर्तव्यम् अत्र इकार अकारयोः स्थाने पूर्वरूप आदेशः भवति सम्प्रसारणाच्च इति सूत्रम् अत्र निति च निति इत्युक्ते तत्र अत्र षन् अस्ति तत् अतः नित्वत् अस्ति खलु तत् तादृश आम् आम् आम् आम् तदेव सूत्रे अपि दत्तमस्ति इति परे एव तस्य निमित्तं ग्रहीजा इति सूत्रेण एव सम्प्रसारणकार्यं सर्वदा विधीयते सम्प्रसारणविधायकसूत्रं ग्रहीज्या वै व्यधि इति. अस्माकं कृते तु व्यद्येव धातुः परन्तु अन्यसम्प्रसारणी सम्प्रसारिणः धातवः अपि सन्ति अन्येषु गणेषु प्रायः आगच्छन्ति परन्तु तत्र यदा किमर्थम् अत्र कार्यम् इत्युक्ते श्यन् नित्वत् अस्ति अतः तस्य कार्यं इति परे इति साक्षात् ञित् नास्ति परन्तु ञित्वत् अस्ति इति तद् परिशीलयामः अग्रे अपि आगच्छति. भगिनी इदानीं प्राप्तं वा? आम् आं भगिनि पठतु भगिनि. ग्रहे ज्या वै व्यधि वष्टि विचति वृषति पृच्छति भृजतीनां निति च ग्रह व्या वै व्यध् वस् व्यच् व्रश्च प्रच् ब्रश्च येषां सम्प्रसारणं भवति कितिर्निति प्रत्यये परे. इतरेतरद्वन्द्वः षष्टिविभक्तौ षष्टिविभक्तौ ग्रहि ज्या वै व्यधि वष्टि विचति वृष्यति पृच्छति भृज्यति न षष्ट्यन्तं निति सप्तम्यन्तं च अव्ययः त्रिपदमिदं सूत्रम्. वचिष्वपि यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः षडः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रहि ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भृज्यतीनां निति किति च सम्प्रसारणं. सूत्रं वदति एतेषां धातु ग्रहि ज्या व्ययि व्यधि वष्टि विचति पृच्छति पृच्छति भृज्यतीनां निति च सूत्रेण सम्प्रसारणकार्यं भवति निति किति निति प्रत्यये परे. विवरण पदानां विवरणम् इति द्वन्द्वसमासः इतरेतरद्वन्द्वसमासः ग्रहि ज्याव्या वयि तेषां धातुः धातवः च इति अव्ययं कितिनिति सप्तम्यन्तं पदम् अनुभूतिसहितसूत्रं ग्रहि ज्या वयि व्यधि वष्टि विचति पृच्छति पृच्छति भुज्यतीनां कितिनिति च सम्प्रसारणं. तेषां धातवः तुदादिगणे नास्ति अन्यगणानाम् अस्ति तत्र एव सम्प्रसार सम्प्रसारणकार्यं भवति कितिनिति प्रत्यये परे इति सूत्रं वदति. आं भगिनि. आं सम्यक् एव. व्यद् इति धातुः एव अत्र अस्ति. अन्ये धातवः तु अन्येषु गणेषु अस्ति. तत्रापि भवति यदा कितिङ् इति प्रत्यये परे अस्ति सम्प्रसारणकार्यं तु भवति एव इति सूत्रं वदति. प्रथम उदाहरणं पठतु भगिनि. ग्रहधातुः त्रयादौ गणे आगच्छति. गृह्णाति इति रूपं साप्रत्ययः परे गृहीतः इति भवति. ज्या तत्रापि वदतु भगिनि एकवारं. वयं किञ्चित् परिशीलयामः कथम् आगच्छति इति. तत्र ग्रहधातुः क्रयादिगणे अस्ति. तत्र कथं गृह्णाति इति ग्रहधातुः क्रयादि विकरण कर्तरि कर्तत्रे लट्लकारसमये चि आगच्छति. विकरणप्रत्यये कर्तरि शप् सूत्रेण शप् प्रत्ययः तत् सूत्रं प्रभाद्य क्रयादौ स्नु प्रत्यय विकरणप्रत्यये आगच्छति. अनुबन्धलोपान् त्रयादौ स्ना एव तदनन्तरं अनुबन्धलोपेन शकारलोपः लषक् तद्वदति सूत्रेण भवति. न एव अवशिष्यति. ग्रह योगः न योगः इति ग्र स्नादा प्रत्ययः अपित् अस्ति. शत्रुन्तु अपित् अस्ति. सो अपित् किति नीतिसूत्रे खित् सूत्र भवति. कित् नित्वद् सूत्रेण कित् नित् भवति. नित् प्रत्ययपरे ग्रह् धातु सम्प्रसारणरूपं गृह् भवति. गृह् योगः न योगः इति गृह्णाति भवति. नत्वम् आगच्छति. ऋकार अस्ति ततः नकारस्थाने मूर्धन्यनकारः आदेशः भवति. सम्यक्. इदानीं तत्र ग्रह् धातोः गृह् इति रेपस्य स्थाने ऋ आगच्छति. अनन्तरं पूर्वपरादेशः केन सूत्रेण भवति न जानामि. अत्र एव अस्ति किल. अत्र एव अस्ति भगिनि. अस्माकम् उदाहरणम् अस्ति किल. व्यधातुः तदेव सूत्रमस्ति पुनः सम्प्रसारणाच्च इति सूत्रेण तत्र रेपस्य स्थाने ऋकारः आगच्छति अनन्तरम् एकः अकारः अस्ति किल ग्रह् इति वदामः चेत् गकारः रेपः अकारः हकारः अस्ति किल तत्र रेपस्य स्थाने ऋ आदेशः भवति अनन्तरम् इदानीं किं भवति गकारः ऋकारः अकारः अस्ति न न तद् अनन्तरमेव इदानीं ऋ आ इति अस्ति पूर्वपरयोः सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने पूर्वरूपादेशः अतः ऋकारः एव ऋकारः एव तिष्ठति पूर्व आदेशः इत्युक्ते एकः वर्णः एव तिष्ठति किल अतः ऋ अतः सर्वदा तत्र सोपानद्वयमस्ति ग्रहीज्या वै व्यधि इति सूत्रेण सम्प्रसारणं विधीयते एकं प्रथमसोपानं द्वितीयसोपानं सम्प्रसारणाच्च इत्यनेन पूर्वरूपादेशः तदपि भवति अनन्तरम् अट्कुप् वाङ्नुं तु आगच्छति एव भवती उक्तवती गृह्णाति इति रूपम् इदानीं गृहीतः इति कथम् आगच्छति इति वदति वा गृहीतः ग्रह् इति धातुः स्वीकरोतु इक्तप्रत्ययः प्रत्यय कित् प्रत्ययः अस्ति ततः सम्प्रसारणं भवति गृहस्थाने गृह् आगच्छति निरागम आगच्छति केन सूत्रेण इक्तप्रत्ययः इडानुकूलप्रत्ययः तत्तु सम्यक् एव तत्र अन्यत् सूत्रेण ईकारः भवति तद् वयं न पठितवन्तः अतः नास्ति चिन्ता परन्तु तत्र सम्प्रसारणकार्यं भवति तदेव मुख्यबिन्दुः गृहीता वर्णमेलनात् गृहीता इति रूपं सिद्धं भवति द्वितीयमपि करोतु भगिनि ज्या इति क्रयादौ गणे आगच्छति ज्या योगः अस्ति कर्तृशप् आगच्छति कर्तते कर्त शप् स्थाने बाध्य क्रयादौ स्ना प्रति विकरणप्रति आगच्छति ज्या योगः नायोगः अस्ति ग्रहीज्याव्या इति सूत्रेण किनिति प्रत्यया अस्ति ततः सम्प्रसारणं भवति द्वितीय न सम्प्रसारणे सम्प्रसारणात् सूत्रेण द्वितीय सम्प्रसारण यन् वर्णस्थाने या स्थाने इ आगच्छति सम्यक् जिन अङ्गं जिनयोगः दीर्घं कथमागच्छति जिनाति श्ना इति प्रत्ययः किल तदा यदा गृह्णाति तादृशमेव जिनाति जिनाति इति रूपं साप्रत्ययपदे सम्प्रसारणं भवति जी आगच्छति मात्रं जिना अस्ति तत्र कार्यं कार्यभिन्नकार्याणि भवति अतः जीनः इति भवति तत्र हलादि कित्नि प्रत्यये परे ईत्वम् इति केनचित् सूत्रेण भवति भूत्वा अनन्तरं इक्तप्रत्यययोजनेन तत्र जीनः इति भवति भिन्नकार्याणि अपि सन्ति तत्र परन्तु अस्माकं मुख्य अवगमनम् अत्र सम्प्रसारणकार्यं भवति इति सम्यक् उत्तमम् आम् राजेन्द्रमहोदय अग्रिमद्वयं करोति वे भवादोः वायति ते चिन्तयामि तत् उभयपदे धातुः अस्ति वायति वायते अत्र वकारः अस्ति सम्प्रसारणवर्णः अनन्तरं यकारः अपि अस्ति अस्ति अत्र परन्तु वकारस्य अनन्तरम् अकारः अस्ति तत्कारणात् अत्र वकारस्य सम्प्रसारणं भवति गृहीजया वै व्यधि विष्ट वष्टि विचति विच्छति पृच्छति बृजति नाम नीति च तेन वकारस्य उकारादेशः भवति तत् उकारादेशः भवति अपि च तत्र तदनन्तरं यः अकारः आसीत् अकार उत्तरवर्ती अकारः आसीत् तस्य तत्र पूर्वरूप आदेशः भवति तत् अकारः अपगच्छति उ भवति तत्र तत्र उ एव अवशिष्यते तत्र अनन्तरं ततः प्रत्यापरे उतः उतः रूपं सिद्ध्यते सम्यक् परन्तु तत्र लटि किमर्थं रूपपरिवर्तनं न भवति अत्र लटि कथं लटि आम् भगिनी अत्र किञ्चित् अत्र अस्ति एकं अत्र किम् अस्ति अत्र ईदृशी तत्र सूत्रे तत् लिखितम् अस्ति तत्र केचन पदानि तत्र सम्प्रसारणं न भवति तत् भवादौ परन्तु तत्र तत् किति नीति न अस्ति तत्कारणात् तत्र सम्प्रसारणं न भवति तावदेव किति नीति नास्ति किति नीति नास्ति शप् अस्ति आम् तत्र सूत्रे यद्यपि तत्र वै इति दष्टमस्ति तत्तु इक्ष्तिपौ धातुनिर्देशे वक्तव्यम् इति वार्तिकेन परन्तु धातुः तु वे इति धातुः वे एव वै इति अस्माकं यान्तावान्तादेशसन्धिः भूत्वा वै इति भवति वे इति एव धातुः वे योगः शप् योगः ति सम्यक् अग्रिममपि करोतु महोदय व्यद् महोदयेन उपरि एव पठितवान् व्यद् व्यद् अत्र च न सम्प्रसारणे सम्प्रसारणं अत्र वकारः अस्ति तदनन्तरं यकारः अस्ति तत्कारणात् अत्र पूर्वस्थितवकारस्य सम्प्रसारणं न भवति यकारस्य सम्प्रसारणं भूत्वा तत् इ आगच्छति तदनन्तरम् अकारः अस्ति व योग इ योग अत्र ध अत्र पूर्वरूपादेशः भवति तत्कारणात् सम्प्रसारणच्च तत् पूर्वरूपादेशः भवति अकारः अपगच्छति वि वि वि एव अवशिष्यते अवशिष्यते विद् विद् विद् भवति अत्र अस्तु यथा कुत्र प्रत्ययं योजयामः चेत् तत् ध भवति तत्र सूत्रं सन्धिं भूत्वा तत् विदः विदः भवति तत्र सूत्रमस्ति स्मरामि इदानीं तकारः तत् तकारः आगच्छति तत्र किमस्ति दोर्धः तत् तकारस्थाने दीर्घ महाप्राण दकारः आगच्छति विदः तत् सूत्रं भवति सम्यक् जशस्ततोर्दोर्धः इति सूत्रेण तकारस्य धकारः सम्यक् धन्यवादः महोदय रघुपतिमहोदय अग्रिमद्वयं करोति वा अस्तु वश् इति अधादौ अधादौ अस्तु वश् इति अस्ति अदादिगणे अदादिगणे किमस्ति वश् योग शप् शप् खलु अदादि शप् लुक् भवति शप् लुक् भवति वश् इति अस्ति वश् योग ति इति इदानीं किमर्थं तत्र ति तिप् अस्ति कथं भवति भगिनि? अहं न जानामि अत्र तत्र वर्षयोगः तिप् इति आगच्छति. तिप् इति आगच्छति. भुवादिगणे किं भवति गुणः? केन कस्य केन कारणेन भवति? निमित्तं तु शप् इति कारणेन गुणः भवति किल? आमां. तत्र इदानीं तु शप् लुक् शप् तु लुक् भवति. तिप् अस्ति वर्षयोगः तिप्. तिप् इति पित् अस्ति वा? पित् अस्ति. अतः सम्प्रसारणं भवति वा न भवति वा? सम्प्रसारणं न भवति. सम्प्रसारणं न भवति खलु? तावदेव. वष्टि इति रूपं कथम् आगच्छ? तत् अनन्तरं सन्धिकार्यं महोदय. वष्योगः तिप् अस्ति तत्र. षकार अस्तु अस्तु. एतत् सूत्रं वयं दृष्टवन्तः वा न जाने. व्रश्च ब्रश्च इति सूत्रम् अस्ति, येन षकारः प्रथमं मूर्धन्यषकारः आगच्छति, अनन्तरम् अस्माकं सन्धिसूत्रं सुनाष्टुः. प्रायः व्रश्च ब्रश्च वयं न दृष्टवन्तः, न दृष्टवन्तः. अतः एव उषितः वदतु. उषिता इति अस्ति, अत्र ता प्रत्ययः अस्ति, अतः सम्प्रसारणं भवति. वकार अकार अस्ति, इदानीं वकारस्य स्थाने उकार भवति. अकारस्य लोप सम्प्रसारणच्च इति सूत्रेण इदानीं उष इदानीं तत्र इडागमः अस्ति वा? इडागमः अस्ति, इडयोगः अस्ति. उषि उषितः इति तावदेव. एतदेव धातुः पुनः स्वीकरोतु. वश् योगः तस् इति, तिप् तस् जि किल, तस् इति स्वीकरोतु. तत्र किं भवति? तस् अस्तु अस्तु. तत् तत्र णित् अस्ति, अतः तत्र सम्प्रसारणं भवति. सम्प्रसारणं भवति. इदानीं तत्र उष् उष् इति भवति, अकारस्य लोपः भवति. उष् योग तस् किं कथं भवति तत्र? इकार इडागमः कथं भवति? इडागमः न भवति महोदय, तत्र इडानुकूलः नास्ति किल? नास्ति, नास्ति. तकार अस्ति, वल् इडानुकूलमपि नास्ति खलु तत्र? इडानुकूलः नास्ति किल, अस्माकं तिङ् प्रत्ययः तु इडानुकूलः अर्धातुकः नास्ति. अर्धातुकः नास्ति. इदानीं रूपं किम्? उष् उष्टः. उष्टः एव वा? उष्टः एव वा? ष ष ष मूर्धन्य शिव ष नास्ति, कृष्ण महाप्राण उष्टः. उष्टः तत्रापि व्रस्य ब्रस्य इति सूत्रेण षकारः शत् आगच्छति, अनन्तरम् अस्माकं ष्टुनाष्टुः इत्यनेन तकारादेशः उष्टः. अतः लटि किं भवति? मध्ये मध्ये अदादिगणे सम्प्रसारणं भवति, यत्र यत्र अपित्वम् अस्ति. वष्टि उष्टः उषन्ति इति अस्ति. वष्टि उष्टः उष्ट वष्टि उष्टः भिन्नरूपाणि भिन्नरूपाणि भवति. किमर्थम् इत्युक्ते अस्माकं निमित्तम् इदानीं तिङ् प्रत्ययः अस्ति, मध्ये विकरणप्रत्ययः नास्ति. अतः तिङ् प्रत्ययस्य पित्वम् अस्ति वा अपित्वम् अस्ति वा इति द्रष्टव्यम्. परन्तु तत्र विद्लिङ्ग् लकारे सर्वत्र सम्प्रसारणमस्ति. उष्यात् उष्याताम् उष्युः उष्टा उष्यां तत्तु विधिलिङ्ग् इति साक्षात् ङित् प्रत्ययः अस्ति किल? अतः विधिलिङ्ग् अतः. तर्हि लङ् लकार अपि भवति वा? लङ् लकार यत्र कुत्रापि अस्माकम् अपित् अस्ति तत्र ङित्वत् भूत्वा तत्र कार्याणि भवति एव. अत्र लङ्लकार भिन्न अस्ति, अकार एव अस्ति. अवट् अवड् औष्टम् औषम् अवट् भिन्न अस्ति रूपं. किमपि अन्यकार्याणि अपि भवितुम् अन्यकार्याणि भवितुम् आमां. यदा विशेषदातवः अस्ति चेत् तत्र भिन्नकार्याणि अपि भवति. वष्टि वयं दृष्टवन्तः प्रायः आदिगणे यदा पठितवन्तः. अस्तु अग्रिमम् अपि करोतु महोदय. व्यच् अस्तु व्यच् इति तुदादौ तुदादे तुदादौ शप्रत्यय अस्ति शप्रत्यय अस्ति. अस्तु व्यच् अस्ति इदानीं वकारयकार अस्ति न सम्प्रसारणं न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण केवलं यकारस्य एव एव भवति वकार वकार वि इति भवति. इदानीम् अकारस्य लोपः सारि अकारस्य पूर्वरूपादेशः भवति इकारयकारस्य इदानीं वि विच इदानीं विच योग श इति प्रत्ययः अस्ति विचति इति विचति तत्र गुणः न भवति पित् नास्ति सम्प्रसारणं भवति किमर्थम् इति चेत् तत् नित्वत् अस्ति विचति इति भवति विचितः इति अस्ति तत्र विच् विच् धातुः व्यच् धातुः स्थान्तरूपं हा विचितः इति विचितः इति तत्र विच् विच् विच् योग अत्र ईडागमः वकार वकार सम्प्रसारणम् इकार अपि च ईडागम विचित विचितः इति सम्यक् सम्यक् तावदेव तत्र अग्रिमत्रयमपि तादृशमेव आगच्छति. व्रञ्च् वृच् इति भवति तुदादौ तुदादौ श एव तावदेव समानकार्यमेव किमपि नास्ति. अग्रे सरामः वा किञ्चित् समयः अवशिष्टः. अरुणा भगिनी पठति वा सूत्रम् इज्ञणः सम्प्रसारणम् इति. आं भगिनि इज्ञणः सम्प्रसारणं यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. इक् प्रथमान्तं यण् यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम् इज्ञणः सम्प्रसारणे इति सूत्रं प्रथमाध्याये प्रथमपादे पञ्च चतुर्विंशति सूत्रं यणः स्थाने यः इक् प्रत्याहारः इति वर्ण आदिष्टः भवति तस्य सम्प्रसारणम् इति नामकरणं भवति. वर्णन सूत्रवर्णनं विभक्ति इक् प्रथमान्तं यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदम् इति सूत्रं सम्पूर्णसूत्रम् अनुबुद्धिः नास्ति यणः इक् सम्प्रसारणम् इति सम्पूर्णसूत्रम्. कीदृशसूत्रं भगिनि एतत्? संज्ञासूत्रं भगिनि. संज्ञासूत्रं सम्यक्. अग्रिमसूत्रमपि पठतु भगिनि. सम्प्रसारणाच्च सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः आदेशो भवति. सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदं सूत्रम् इको यणचि इत्यस्मात् अचि अमिपूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः. एकः पूर्वपरयोः संहितायाम् इतनयोः अधिकारः अनुवृत्तिसूत्रसहितं सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वसंहितायां सम्प्रसारणाच्च सूत्रम् षष्ठाध्याये प्रथमपादे अष्ट अधिक एकशतं सूत्रं सम्प्रसारणसंज्ञकवर्णात् परम् अच् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपम् आदेशः भवति इति सूत्रं वदति. विभक्तिरूपाः सूत्रपदस्य विभक्तिरूपाणि सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् अनुभूति इको अचि पूर्वः इति अनुभूति अभवत् भवन्ति अनुभूतिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायां संहिताम् इति अधिकारे अस्ति अधिकारम् एतत् कीदृशसूत्रं भगिनि यत्र यत्र आदेशः वा लोपः वा आगमः भवति तादृशसूत्रं तु विधिसूत्रमेव सर्वविधिसूत्रम् अत्र विधिसूत्रं पूर्वरूप आदेशः भवति अतः विधिसूत्रम् एव सम्यक् धन्यवादः भगिनि राजेन्द्रमहोदय सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदं सूत्रं सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे यथा यत्र सम्प्रसारणं भवति तत्र पूर्वस्थितस्य वर्णस्य सम्प्रसारणं न भवति सूत्रं तथा वर्तते न सम्प्रसारणे सम्प्रसारणं न अव्ययपदमस्ति सम्प्रसारणे सप्तमी अन्तम् इत्युक्ते पूर्वकार्यं सम्प्रसारणं प्रथमान्तं त्रिपदं सूत्रमस्ति यदा धातोः सम्प्रसारणवर्णः वर्णद्वयम् अस्ति चेत् पूर्वस्थितस्य सम्प्रसारणं न भवति इत्येव वदति अत्र यद्वयं धातुः दृष्टवन्तः तत्र तस्मिन् क्रमे ब्रस्थ् इति धातुः अस्ति किल तु धातौ तत्र कथं गृज्जति इति भवती वदति वा महोदय तत् कथम् अत्र तु वकारः रेफः अकारः अस्ति ब्रश्च तत्र किम् अस्ति तत्र वकारस्य तत्र शप् प्रत्ययः अस्ति अनन्तरं तत्र शित् अस्ति तत्कारणात् अपित् नास्ति तत्कारणात् तत्र सम्प्रसा विस्मृतवान् सर्वं तुलादिगणः अस्ति तत्र तु उकारः अकारः अस्ति श प्रत्ययः भवति विकर्णप्रत्ययः तत्कारणात् तत् अपित् अस्ति तत्कारणात् तत् रेफस्य स्थाने ऋकारः आगच्छति वृ अपि च तस्य सम्प्रसारणात् प्रसारणात् च तत् अनन्तरं यस्य वकार रेफस् अनन्तरं यः अकारः अस्ति तत् ऋकार अकारस्य मध्ये तत् पूर्वरूप आदेशः भवति तत् कारणात् अकारः अपगच्छति वृश्चति अत्र अनन्तरम् अकार योजयित्वा वृश्च योगति वृश्चति तत्र रूपं भवति तदेव तत्र सकारस्य स्थाने जकारः कथम् आगच्छति तदेव मम प्रश्नः ब्रश्च इति धातुः बृज्जति इति रूपम् अस्ति चकार तत्र चोः कुः सूत्रेण तत्र चकारस्य स्थाने जकारः आगच्छति तदनन्तरं कार्यं सन्धिकार्यं ृच्छति इति रूपम् तदेव अनन्तरं तादृश एव कार्यं सम्यक् अतः सम्प्रसारणकार्यं वयं दृष्टवन्तः अद्य प्रायः अग्रिमसप्ताहे ऋकारान्तदातवः इति पश्यामः प्रश्नः अस्ति वा न भगिनि भगिनि तत्र सम्प्रसारणं केवलं तत्र सोरि सार्धातुकप्रत्यये एव भवति सार्धातुकलकारेषु एव भवति सार्धातुकलकारेषु न भवति कृत इक्तप्रत्ययः कृतवन्तः किल महोदय इक्तप्रत्ययः तु सार्वधातुकः नास्ति किल महोदय अत्र सम्प्रसारणं सम्प्रसारणं के अत्र केवलं सार्वधातुकलकारेषु एव भवति खलु तदेव मम प्रश्नः पुनः तान्तरूपं यद् दृष्टवन्तः तत्तु सार्वधातुकः नास्ति किल महोदय हा तदस्ति तत् भिन्न अस्ति अत्र यत्र णित्वत् अस्ति तत् सार्वधातुकलकारेषु एव भवति खलु णित्वत् यत्र यत्र कित् णित् प्रत्ययः परे अस्ति चेत् तत्र तत्र भवति भवतः प्रश्नः प्रायः लट् लोट् लङ् विधिलिङ् विहाय अन्यत्र भवति वा इति आर्धधातुकलकारेषु आमाम् आम् प्रायः भवति किल किमर्थं न कित्तिञ्चित् प्रत्ययः परः अस्ति चेत् यत्र यत्र तादृशम् अस्ति तत्र तत्र सम्प्रसारणकार्यम् अवश्यं भवति किल यदा ग्रहधातुः स्वीकुर्मः तत् तस्य लुङ् रूपं वा लिट् रूपं वा आशीर्लिङ्ग् तत्र पश्यामः चेत् प्रायः भवति एव किल द्रष्टव्यं परन्तु प्रायः भवति यत्र निमित्तमस्ति तत्र सा भवति किमपि न वदति किल लट् लोट् लङ् विधिलिङ्ग् मध्ये एव भवतु इति किमपि नास्ति किल यत्र तान्तरूपमध्ये भवति तत्र अपि भवितुम् अर्हति लुट्लकारे नास्ति लुट्लकारे नास्ति अस्तु अस्तु यत्र यत्र णित् अस्ति तत्र भवति एव तत्र यत्र लकारस्य किमपि नास्ति नास्ति लकारस्य प्राधान्यं नास्ति तत्र कित् णित् प्रत्ययः प्रत्ययः किम् अस्ति इत्येव द्रष्टव्यं प्रत्ययः किम् अस्ति समीचीनम् अस्तु विरमामः भगिनि वदतु भगिनि क्षम्यतां सम्प्रसरणात् च सूत्रे सम्प्रसरणात् पञ्चम्यन्तं पदं तद् अर्थं किं कार्यं परकार्यं सम्यक् एव किल अस्तु धन्यवादः धन्यवादः भगिनी